गुरुब्रह्म गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुर्वे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र रूपस्य तत्र का स्थितिः तत्र रूपं तत्र द्रव्ये तत्र सर्वत्र तिष्ठति अथवा एकस्मिन् भागे एव तिष्ठति नाम तस्य व्याप्यवृत्तित्वम् अस्ति अथवा अव्याप्यवृत्तित्वम् अस्ति इति प्रश्नः मूलप्रश्नः तस्य अन्वेषणार्थं नाम तस्य उत्तरं किम् इति तत्र समाधानं प्राप्तुं तत्र वयं तत्र कपिसंयोगः तस्य दृष्टान्तं परिशीलितवन्तः अपि बहु किमपि अतीतवन्तः अपि अविच्छेदकस्य द्वैविध्यम् अस्ति इति अपि गतवर्गे ज्ञातवन्तः तर्हि तत्र योगेन्द्रमहोदय तत्र किञ्चित् वदति वा तत्र अवच्छेदकस्य द्वैविध्यं तत्र प्रथमतया केवलं नाम किम् आसीत् प्रथमविध द्वितीयविध अवच्छेदकत्वं योगेन्द्रमहोदय स्मरति वा अथवा अन्य कोऽपि एकः अस्ति अन्य अन्यून अनतिरिक्त इति अस्ति प्रायः उत्तमं अन्यून अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं समीचीनं महोदय द्वितीयमस्ति द्वितीयमस्ति स्वरूपसम्बन्धरूप रूप अवच्छेदकता अत्र स्वरूपसम्बन्धरूप अवच्छेदकता अस्ति तत्र समानाधिकरणं वर्तते कुत्र समानाधिकरणं वर्तते स्वरूपसम्बन्धरूप अवच्छेदकता अस्ति तत्र समानाधिकरणं वर्तते अस्तु तत्र अस्तु महोदय तत्र तर्हि पुनः स्मरणं भवेत् तर्हि तत्र अस्तु तत्र पश्यामः तत्र अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता स्वरूपसम्बन्धरूप अवच्छेदकता इति अस्ति तर्हि तत्र इति तत्र वयं दृष्टवन्तः अस्तु समीचीनं महोदय तर्हि तत्र पश्यामः तत्र किं भवति इति तत्र अस्तु तत्र महोदय भवानेव तत्र अत्र पठति वा तत्र पठामि अस्तु पठामि अन्यून अनतिरिक्तवृत्तित्वम् इति अत्र आरभ्य अन्यून अनतिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः कथम् इति पश्येम पृथिवीत्वं तस्याः अधिकरणतायाः अवच्छेदकम् किं निरूपिताधिकरणतायाः गन्धनिष्ठ आधेयता निरूपित अधिकरणतायाः तर्हि पृथ्वीत्वम् अवच्छेदकं तत् च कीदृशम् अन्यून अनतिरिक्त रिक्तवृत्ति अतः अन्यून अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वं पृथ्वीत्वे अस्ति अन्यून अनतिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम् अभिसन्दते इति नियमः अनेन अन्यून अनतिरिक्तवृत्तित्वम् इत्यस्मिन् वृत्तित्वम् उभयत्र अपि अन्वेति अन्यूनवृत्तित्वम् अनतिरिक्तवृत्तित्वम् इति तर्हि तत्र अत्र गन्धः गन्ध तत्र गन्धः कुत्र अस्ति गन्धः कुत्र अस्ति पृथिव्यां पृथिव्यां तर्हि तत्र अधिकरणता तत्र पृथिव्याम् अधिकरणता अस्ति तर्हि तत्र अधिकरणतायाः अवच्छेदकः अथवा अवच्छेदकं किम् इत्युक्ते भवान् किं चिन्तयति अवच्छेदकं पृथ्वीत्वं प्रायः प्रवृत्ति तत्त्वं समीचीनं हा पृथ्वीत्वमेव अवच्छेदकम् इति समीचीनं तर्हि तत्र पृथ्वीत्वम् अवच्छेदकम् अपि तत्र अधिकरणतायाः अधिकरणता कुत्र अस्ति अधिकरणता अधिकरणता गन्धः गन्धः उक्तवान् गन्धः पृथिव्याम् अस्ति इति खलु अतः पृथिव्याम् अधिकरणता अस्ति गन्धे आधेयता अस्ति गन्धनिष्ठता निरूपित अधिकरणतायाः अवच्छेदकं पृथ्वीत्वं प्रायः पृथ्वीत्वं पृथ्वीत्वं समीचीनं महोदय तर्हि तत्र पृथ्वीत्वं कुत्र अस्ति पृथ्वीत्वं पृथिव्यां पृथिव्याम् अस्ति पृथ्वीत्वं पृथिव्याम् अस्ति अपि तत्र अधिकरणता अपि पृथिव्याम् अस्ति पृथिव्यामेव अस्ति अधिकरणता अपि अत्र अस्ति पृथिव्याम् अस्ति पृथ्वीत्वमपि पृथिव्याम् अस्ति अपि तयोः मध्ये नाम तत्र एतयोः मध्ये कीदृशसम्बन्धः कीदृशभावः निरूप्यनिरूपकभावः अस्ति हा किन्तु तत्र अवच्छेदकम् अवच्छेद्यसम्बन्धः खलु एकम् अवच्छेद्यम् अन्यत् अवच्छेदकं खलु तत्र अवच्छेदकं किम् अस्ति पृथ्वीत्वं पृथ्वीत्वम् अवच्छेदकम् अधिकरणतायाः अवच्छेदकः पृथ्वीत्वमस्ति अवच्छेदकं पृथ्वीत्वम् अस्ति समीचीनं महोदय तर्हि तत्र अत्र अन्यून अनतिरिक्तवृत्तित्वम् अस्ति वा इति प्रश्नः आमस्ति आमस्ति किमर्थम् अस्तु अन्यून अनतिरिक्तवृत्तित्वम् अस्ति वा इति प्रश्नः अधिकरणता समान अधिकरणम् गन्धस्य एकः अंशः किन्तु एकः अंशः तु समानाधिकरणं समीचीनं महोदय अन्ये अंशाः अपि सन्ति किन्तु प्रथमांशः समानाधिकरणं उत्तमं महोदय अस्तु इदानीम् अग्रे अन्य कोऽपि वदेत् तर्हि नूतनतया तत्र उषा भगिनी नमस्कारः विमला भगिनी नमस्ते महोदय नमस्कारः भगिनी विमला भगिनी नमस्कारः नमस्कारः महोदय नमस्कारः नमस्कारः राजीव भगिनी नमस्कारः नमस्कारः महोदय नीता भगिनी नरसिंह हेगडे महोदय नमस्कारः अस्तु तर्हि तत्र अस्तु तत्र किम् उषा भगिनी वक्तुम् इच्छति वा तत्र अत्र पृथिवीत्वम् इति अवच्छेदकम् अधिकरणतायाः नाम गन्धः पृथिव्याम् अस्ति अधिकरणता पृथिव्याम् अस्ति तस्य अवच्छेदकं पृथ्वीत्वम् इति तत्र योगेन्द्रमहोदय उक्तवान् सम्यक् उक्तवान् किन्तु तत्र अवच्छेदकत्वं कीदृशम् इति किञ्चित् वदति वा अवच्छेदकं पृथ्वीत्वं पृथ्वीत्वं यत्र अस्ति अत्र अधिकरणं अवच्छेद्यम् इति अधिकरणमेव अधिकरणता अस्ति अवच्छेद्यम् अथवा अवच्छेद्य स्त्रीलिङ्गे किन्तु तदेव अधिकरणता अत्र पृथिवी एव अधिकरणं पृथ्वी एव किन्तु अधिकरणता पृथिव्याम् अस्ति पृथिव्याम् अस्ति अधिकरणता पृथिव्याम् अस्ति अवच्छेदक अवच्छेद्य द्वयोः मध्ये अन्यून अनतिरिक्तवृत्तित्वम् अस्ति इति वयं दृष्टवन्तः अतः किञ्चित् वदतु अत्र अन्यून अनतिरिक्तवृत्तित्वम् अस्ति किमर्थं नाम अन्यून अनतिरिक्तवृत्तित्वं नाम किम् इति केवलं स्मरणार्थं यत्र पृथ्वीत्वम् अस्ति अत्र अधिकरणता तत्र अधिकरणता अधिकरणता अस्ति इति न्यूना अपि नास्ति अति अधिका अपि नास्ति यत्र केवलं केवलं तद् वदामश्चेत् अत्र पृथ्वीत्वं वदामः चेत् न्यूना नास्ति इत्येव वयं वक्तुं शक्नुमः न्यूना नास्ति यत्र अधिकरणता अस्ति अत्र पृथ्वीत्वम् अपि अस्ति यत्र अधिकरणतायां पृथ्वीत्वम् अस्ति इति अवच्छेदकम् अस्ति इति कृते अतिरिक्तं नास्ति इति वयं वक्तुं शक्नुमः समीचीनं भगिनि अतः नाम पृथ्वीत्वम् इति यत्र यत्र भवति तत्र तत्र अधिकरणता अस्ति इति अपि यत्र यत्र अधिकरणता अस्ति तत्र तत्र पृथ्वीत्वम् अस्ति अस्ति अतः तत्र पृथ्वीत्वं यत्र यत्र नाम तस्य क्षेत्रं पृथ्वीत्वस्य क्षेत्रं नाम कुत्र वर्तते तस्य क्षेत्रं पृथ्वीत्वं यदस्ति तस्य क्षेत्रम् अपि अधिकरणता या अस्ति तस्याः क्षेत्रं समानं खलु तस्याः आम् आं महोदय क्षेत्रं नाम पृथ्वीत्वं तस्य क्षेत्रम् अपि अधिकरणतायाः क्षेत्रम् द्वयमपि समानम् इति क्षेत्रं नाम यत्र वर्तते यत्र वर्तते नाम अत्र अस्ति उत्पीठिकायां वर्तते नाम उत्पीठिका क्षेत्रे अस्ति इति क्षेत्रं नाम यत्र वर्तते तर्हि पृथ्वीत्वस्य क्षेत्रम् अपि अधिकरणतायाः क्षेत्रं समानम् अतः अन्यून क्षेत्रम् इति अर्थः पृथ्वीत्वं नाम वर्तते कुत्र कुत्र वर्तते अतः यत्र यत्र पृथ्वीत्वं वर्तते तत्र तत्र अधिकरणता वर्तते यत्र यत्र अधिकरणता वर्तते तत्र पृथ्वीत्वं वर्तते अतः अन्यून अनतिरिक्तम् अस्ति अस्ति अन्यूनवृत्ति अतिरिक्त अनतिरिक्तवृत्ति नाम इति द्वन्द्वसमासः न्यूनवृत्ति नास्ति अतिरिक्तवृत्ति अपि नास्ति नास्ति नास्ति अत्र किमर्थं तत्र द्वन्द्वसमासः नाम किं किञ्चित् एकवारं पठित्वा वदतु अन्यून अनतिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः कथम् इति पश्येम पृथ्वीत्वं तस्याः अधिकरणतायाः अवच्छेदकम् किं निरूपित अधिकरणतायाः गन्धनिष्ठ आधेयता निरूपित अधिकरणतायाः तर्हि पृथ्वीत्वम् अवचेतकं तच्च कीदृशम् अन्यून अनतिरिक्तवृत्ति अतः अन्यून अनतिरिक्तवृत्तित्वरूप अवचेतकत्वं पृथ्वीत्वे अस्ति अन्यून अनतिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः द्वन्द्व अन्ते श्रूयमाणं पदं प्रत्येकम् अभिसन्धत्ते इति नियमः अनेन अन्यून अनतिरिक्तवृत्तित्वम् इत्यस्मिन् वृत्तित्वम् उभयत्रापि अन्वेति अन्यूनवृत्तित्वम् अनतिरिक्तवृत्तित्वम् इति वयं दृष्टवन्तः अत्र पृथ्वीत्वम् इति अवच्छेदकं तत् अवच्छेदकं तस्य अधिकरणतायाः तस्य अधिकरणतायाः पृथिव्याम् अधिकरणता अस्ति इति नाम पृथ्वीत्वं तस्याः पृथ्वीत्वम् इति अवच्छेदकम् अधिकरणतायाः अवच्छेदकम् किं निरूपित अधिकरणतायाः इत्यर्थे किं निरूपितवन्तः इति अधिकरणतायाः किं निरूपितवन्तः इत्युक्ते केवलम् अधिकरणता इति वदामश्चेत् यद्यत् पृथ्व्याम् अस्ति तत्सर्वं तस्य अधिकरणता भवति एव खलु पृथिव्यां तत्र केवलं तत्र गन्धः इति न खलु तत्र अतः तत्र केवलम् अधिकरणता इति वदामश्चेत् बृहत् क्षेत्रं भवति अनेके पदार्थाः सन्ति पृथिव्याम् तत्र गुणाः सन्ति, सङ्ख्याः सन्ति, बहु किमपि अस्ति. अतः अधिकरणता इति केवलं तस्य वदनेन समीचीनं न भवति. अतः तस्य लघ्वीकरणम् आवश्यकं, नाम कीदृशी अधिकरणता, अतः किं निरूपिता अधिकरणता, अधिकरणतायाः गन्धनिष्ठादेयता निरूपिता, निरूपित अधिकरणतायाः अधिकरणतायाः अवच्छेदकम् अवच्छेदकं पृथ्वीत्वम् अस्ति. आम् महोदय. तर्हि पृथ्वीत्वम् अवच्छेदकं तच्च कीदृशम् अन्यून अनतिरिक्तवृत्ति, यत्र यत्र पृथ्वीत्वम् अस्ति तत्र अधिकरणतायाः अपि अस्ति इति, अधिकरणता अपि अस्ति इति, अत्र अन्यून अनतिरिक्तवृत्तित्व रूप अवच्छेदकत्वं पृथ्वीत्वे अस्ति. पृथ्वीत्वे अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकम् अवच्छेदकत्वम् अस्ति इति. अन्यून अनतिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः, यतोहि द्वन्द्व अन्ते श्रूयमाणं पदम् अत्र अन्यून अनतिरिक्तवृत्तित्वम् इति कृते वृत्तित्वम् इति अन्ते श्रूयमाणः भवति. तत् पदं द्वन्द्वसमासे द्वयोः पदयोः कृते सम्बन्धः अस्ति इति नियमः अस्ति. तत् नियमेन द्वन्द्वसमासस्य यत् पदं श्रूयमाणं पदम् अत्र वृत्तित्वम् इति पदं श्रूयमाणम् अस्ति. तत् वृत्तित्वम् इति पदं ईच् पदं कृते सम्बन्धः सह समन्वयः भवति, अतः अभिसन्दते नाम तत्र सम्बन्धः अस्ति. प्रत्येकं पदेन कृत सम्बन्धः अस्ति. अन्यून इति पदं कृते अपि सम्बन्धः अस्ति. अन्यूनवृत्तित्वम् अपि च अनतिरिक्तवृत्तित्वम् इति अपि पदम् अस्ति. तत्र नाम तत्र अन्यून अनतिरिक्तवृत्तित्वम् इति वयं तत्र वृत्तित्वं कीदृशम् अनतिरिक्तवृत्तित्वं पुनः अनतिरिक्तवृत्तित्वं कीदृशम् इत्युक्ते अन्यून तत्र द्वयं विशेषणस्य विशेषणम् अथवा विशेषणद्वयम् इति चिन्तयितुं शक्नुमः, किन्तु तादृशं नास्ति अत्र. वार्ता का नाम वृत्तित्वं तत्र द्वयमस्ति इति, द्वयमस्ति अन्यूनवृत्तित्वम् अपि च अनतिरिक्तवृत्तित्वम् इति द्वयमपि अत्र वर्तते इति वक्तुम् इच्छति अत्र, खलु? अतः एव तत्र द्वन्द्वसमासः इति तत्र अर्थेन तत्र अर्थः यदि ज्ञायते तदा वयं जानीमः. अस्तु, तत्र द्वन्द्वसमासः एव भवेत् इति. अस्तु, तर्हि तत्र वृत्तित्वम् अन्यूनवृत्तित्वमपि अस्ति, अनतिरिक्तवृत्तित्वमपि अस्ति. अस्तु, समीचीनं, धन्यवादः भगिनि. धन्यवादः. अस्तु, अस्तु, इदानीं तत्र अग्रे नीता भगिनी अग्रे पठति वा. पृथिव्याः दृष्टान्ते पृथ्वीत्वस्य गन्धस्य च तयोः अन्यून अनतिरिक्तवृत्तित्वम्. अनेन पृथ्वीत्वं गन्ध अनतिरिक्तवृत्ति इत्युक्ते गन्धः यत्र नास्ति तत्र पृथ्वीत्वं न भवति. तदा पृथ्वीत्वं गन्ध अन्यूनवृत्ति, नाम यत्र गन्धः अस्ति तत्र पृथ्वीत्वं नास्ति इति कुत्रापि न लभ्यते. अपि च विपरीतत्वेन गन्धः पृथ्वीत्व अनतिरिक्तवृत्तिः, गन्धः पृथ्वीत्व अन्यूनवृत्तिः च, एतं सर्वम् अपरेषु शब्देषु उच्यते चेत् व्याप्यत्वे सति व्यापकत्वं तस्य च अर्थः अत्र वक्ष्यमाणः. अत्र पृथिव्याः दृष्टान्ते इत्युक्ते गन्धवती पृथ्वी इति दृष्टान्तं वयं स्वीकृतवन्तः. तत्र गन्धः आदेयः अस्ति, पृथ्वी अधिकरण अस्ति. तत् यत् अधिकरणता पृथिव्यां, तत्र गन्धनिष्ठ आधेयता निरूपित अधिकरणता अस्ति. अत्र तस्मिन् दृष्टान्ते पृथ्वीत्वस्य गन्धस्य च तयोः अन्यून अनतिरिक्तवृत्तित्वं तत्र यत्र यत्र अधिकरणता गन्धनिष्ठ आदेयता निरूपित अधिकरणता वर्तते तत्र तत्र पृथ्वीत्वम् अपि वर्तते तत्र पृथ्वीत्वम् इति अवच्छेदकः इति स्वीकृत्य पृथ्वीत्वस्य गन्धस्य च तयोः अन्यून अनतिरिक्तवृत्तित्वम् अनेन एकनिमिष भगिनी एकनिमिष तत्र भवती यत् उक्तवती समीचीनं नाम तत्र पृथ्वीत्वम् अपि अधिकरणता तयोः मध्ये अन्यून अनतिरिक्तवृत्तित्वम् अस्ति खलु तत्र आम् आम् हा इति किन्तु इदानीम् अस्मिन् दृष्टान्ते किञ्चित् परिवर्तनं भवति किञ्चिदेव नाम इदानीं तत्र पृथ्वीत्वं पूर्वं पृथ्वीत्वम् इति एकः अंशः अधिकरणता इति एकः अंशः खलु इदानीं तत्र अधिकरणता इति वर्तन् अस्ति इदानीं तत्र प्रथमवाक्यं पुनः पठतु पृथिव्याः दृष्टान्ते पृथिव्याः दृष्टान्ते पृथ्वीत्वस्य गन्धस्य च तयोः नाम इदानीम् अंशद्वयं तत्र पृथ्वीत्वम् अधिकरणता इति अंशः नास्ति अंशो न स्तः इदानीं पृथ्वीत्वस्य गन्धस्य च तयोः अन्यून अनतिरिक्तवृत्तित्वम् इदानीम् अधिकरणता इति वर्तन् अस्ति इदानीं पृथ्वीत्वस्य गन्धस्य च अन्यून अनतिरिक्तवृत्तित्वम् अत्र अधिकरणता इति न पृथ्वीत्व पृथ्वीत्वं पृथिव्यां वर्तते पृथ्वीत्वस्य गन्धः अपि आधेय पृथिव्यां वर्तते पृथ्वीत्वस्य गन्धस्य च तत्र समानाधिकरणम् अस्ति अतः पृथ्वीत्वस्य गन्धस्य च तयोः अन्यून अनतिरिक्तवृत्तित्वं तेन तेन न समानाधिकरणम् इत्यनेन तत्र अन्यून अनतिरिक्तवृत्तित्वं न भवति एकः अंशः समानाधिकरणं किन्तु वयं गतवर्गे पठितवन्तः खलु तत्र कपिसंयोगः इति दृष्टान्ते तत्र अवच्छेदकत्वं कीदृशम् आसीत् तत्र अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता नासीत् खलु नास्ति तत्र स्वरूपसम्बन्ध इति नूतनसम्बन्ध इति नूतन अन्यविध अवच्छेदकत्वम् आसीत् किन्तु तत्र किं भवति तत्र कपिसंयोगः अपि तत्र कपिसंयोगस्य अभावः कपि तत्र वृक्षे कपिसंयोगः अपि भवति कपिसंयोगस्य अभावः अपि भवति खलु अधिकरणताद्वयं वृक्षे वर्तते वृक्षे अस्ति तर्हि समानाधिकरणम् अस्ति खलु तत्र संयोगस्य अपि संयोगस्य अभावस्य अपि अधिकरणं समानं नाम वृक्षः इति किन्तु तत्र क्षेत्रं यत्र यत्र संयोगः तत्र तत्र संयोग अभावः इति वक्तुं शक्नुमः वा नो ततः तत्र अन्यून अनतिरिक्तवृत्तित्वं समानाधिकरणेन तत्र पर्याप्तं न भवति समानाधिकरणम् अपेक्षितं किन्तु तस्य किञ्चित् अधिकं वर्तते चेदेव तत्र अन्यून अनतिरिक्तवृत्तित्वं भवति खलु आमामाम् इत्युक्ते इदानीम् अस्मिन् पृथिव्याः दृष्टान्ते यत् दत्तमस्ति अथवा पृथ्वीत्वं यस्य क्षेत्रं गन्धस्य अपि समानक्षेत्रं क्षेत्रसमान क्षेत्रं समान यत्र क्षेत्रं समान यत्र यत्र पृथ्वीत्वं तत्र अनेन पृथ्वीत्वं गन्ध अनतिरिक्तवृत्ति इत्युक्ते गन्धः यत्र नास्ति तत्र पृथ्वीत्वं न भवति तत्र पृथ्वीत्वम् अपि गन्धं तत्र द्वयोः अनतिरिक्तवृत्ति इत्युक्ते समानक्षेत्रं यत्र यत्र यस्य पृथ्वीत्वं यस्य क्षेत्रं तत्र एव गन्धस्य क्षेत्रं समानक्षेत्रं किन्तु भागद्वयं कृतम् अतः भागद्वयस्य परिशीलनं भवेत् नाम प्रथमतया तत्र अनतिरिक् अनतिरिक्तवृत्तिः अनतिरिक्तवृत्तिः नाम किम् अनतिरिक्तवृत्तिः इत्युक्ते तत्र न्यूनं अनतिरिक्त इत्युक्ते कथं वदामि नाम तत्र गन्धः यत्र नास्ति गन्धस्य अपेक्षया पृथ्वी अतिरिक्त नास्ति नाम एवं यत्र गन्धः नास्ति तत्र पृथ्वीत्वं नास्ति यत्र गन्धः नास्ति तत्र पृथ्वीत्वम् अपि न भवति नाम भवती किम् उक्तवती पृथ्वीत्वम् अतिरिक्तवृत्तिः नास्ति नाम पृथ्वीत्वस्य क्षेत्रं गन्धस्य क्षेत्रस्य अपेक्षया लघु अस्ति खलु अतिरिक्तं नास्ति नाम अनतिरिक्तम् अतिरिक्तं नास्ति नाम यत्र गन्धः न वर्तते तत्र पृथ्वीत्वम् अपि न भवति अतः यदि गन्धस्य क्षेत्रम् एतादृशं लिखामः अथवा तत्र गन्धस्य क्षेत्रं किञ्चित् बृहत् कुर्मः गन्धस्य क्षेत्रम् एतद् इत्युक्ते तर्हि पृथ्वीत्वस्य क्षेत्रं किं भवेत् पृथ्वीत्वस्य क्षेत्रम् अस्मिन्नेव अन्तर्भूतः भवेत् अन्तर्भूतं भवेत् खलु अतः तत्र पृथ्वीत्वं गन्धः अनतिरिक्तवृत्तिः इत्युक्ते गन्धः यत्र नास्ति तत्र पृथ्वीत्वं न भवति न भवति पुनः तदा पृथ्वीत्वं गन्ध अन्यूनवृत्ति तत्र अन्यूनवृत्ति इति कथं नाम यत्र गन्धः अस्ति तत्र पृथ्वीत्वं नास्ति इति कुत्रापि न लभ्यते अत्र न्यूनता नास्ति इत्युक्ते यत्र गन्धः अस्ति यत्र गन्धः वर्तते तत्र पृथ्वीत्वं न भवति इति स्थितिः कुत्रापि न लभ्यते नाम अस्मिन् उदाहरणे अत्र गन्धः अस्ति अत्र पृथ्वीत्वम् अस्ति इति तादृशस्थितिः न भवति नाम न भवति न भवति एतादृश क्षेत्रमेव नास्ति यत्र गन्धः अस्ति तत्र पृथ्वीत्वम् अस्ति एव तस्मिन् कोऽपि न्यूनता नास्ति अपि च विपरीतत्वेन गन्धः पृथ्वीत्व अनतिरिक्तवृत्तिः गन्धः पृथ्वीत्वम् अनतिरिक्तवृत्तिः इत्युक्ते तत्र पृथिव्याः इदानीं विपरीतदृष्ट्या डायग्राम् एतत् कुर्मः एतत् स्वीकृत्य एतद् अत्र स्थापयतु पूर्वं किम् आसीत् पृथ्वीत्वं गन्ध अनतिरिक्तवृत्ति इत्युक्ते गन्धः यत्र नास्ति तत्र पृथ्वीत्वं न भवति इदानीं गन्धः पृथ्वीत्वम् अनतिरिक्तवृत्तिः नाम इत्युक्ते गन्धस्य क्षेत्रः केवलम् एतद् उपयुज्य अस्मिन् वाक्ये स्थापयतु किं भवति अत्र इत्युक्ते पृथ्वीत्वं यत्र नास्ति तत्र गन्धत्वं न भवति गन्धः न भवति पृथ्वीत्व यत्र नास्ति तत्र गन्धः न भवति तस्मिन् अतिरिक्त नास्ति क्षेत्रदृष्ट्या अतिरिक्तता नास्ति इति गन्धः पृथ्वीत्व अन्यूनवृत्ति नाम यत्र पृथ्वीत्वम् अस्ति तत्र गन्धः नास्ति इति कुत्रापि न इति स्थितिः कुत्रापि नास्ति उत्तम भगिनि तदेव अस्ति अतः तर्हि तत्र अतः तत्र अन्यून अनतिरिक्तवृत्तित्वं यत्र भवति तत्र एकम् अन्यस्य तत्र पृथ्वीत्वं गन्धः अनतिरिक्तवृत्ति अपि पृथ्वीत्वं गन्ध अन्यूनवृत्ति अथवा विपरीततया अपि वक्तुं शक्नुमः समानक्षेत्रम् अस्ति समानक्षेत्रम् अतः एतत् सर्वम् अपरेषु शब्देषु उच्यते चेत् व्याप्यत्वे सति व्यापकत्वं यदा व्याप्यत् अत्रापि सतिसप्तमी उपयोजिता व्याप्यत्वे सति यत्र व्याप्यत्व अस्ति तत्र व्यापकत्वम् अस्ति एवं इति व्याप्यत्वं यत्र अस्ति तत्र व्याप्यत्वमपि अस्ति व्यापकत्वमपि व्यापकत्वम् अपि अस्ति तस्य च अर्थः अत्र वक्ष्यमाणः इति अस्ति समीचीनं भगिनि धन्यवादः धन्यवादः अस्तु अस्तु अग्रे इदानीं तत्र स्वशब्दैः तत्र विमला भगिनी किञ्चित् वदति वा अस्य परिच्छेदस्य नाम अन्यून अनतिरिक्तवृत्तिः अथवा पृथिव्याः दृष्टान्ते इति वा महोदय अन्यत् किं स्वीकुर्मः तत्र एतदेव भवतु भगिनि अत्र वयम् अन्यून अनतिरिक्तवृत्तित्वम् इत्युक्ते किम् इति चर्चा भवति अत्र पृथिवी अपि च गन्धः तयोः सम्बन्धस्य परिचयं करणीयं चेत् गन्धः पृथिव्याम् अस्ति पृथिव्याः लक्षणं गन्धः अस्ति अन्यशब्देषु उच्यते चेत् यत्र पृथिवीत्वम् अस्ति तत्र तत्र गन्धः अस्ति अथवा यत्र यत्र गन्धः अस्ति तत्र तत्र पृथिवीत्वम् अस्ति पृथिवीं तदेव अन्यून अनतिरिक्तवृत्तित्वम् इति उच्यते यदि तत्र अन्यून अनतिरिक्तवृत्तिः इति द्वन्द्वसमासः इति उक्तवन्तः अतः तत्र अन्यूनवृत्तित्वमपि अस्ति अनतिरिक्तवृत्तित्वमपि अस्ति द्वन्द्वसमासः कृत्वा अनतिरिक्तवृत्तित्वं नाम किम् अन्यूनवृत्तित्वं नाम किम् इति किञ्चित् वदतु अन्यून अतिरिक्तमित्युक्ते यत्र यत्र गन्धः अस्ति तत्र तत्र पृथिवी अस्ति पृथिवीं त्यक्त्वा अन्यत्र कुत्रापि गन्धः नास्ति तत् अन्यून तत् अनतिरिक्त पृथिवीं पृथिव्याः बहिः गन्धः नास्ति तत् अनतिरिक्त वृत्तित्वम् इति उच्यते तत्र तत्र क्रमस्य महत्वम् अस्ति अतः एव तत्र पृथ्वीत्वं गन्ध अनतिरिक्तवृत्ति तत्र गन्ध अनतिरिक्तवृत्ति इति किं भवति पृथ्वीत्वस्य विशेषणं भवति पृथ्वीत्वं कीदृशं तत्र वृत्ति इति नपुंसकलिङ्गे अस्ति अत्र वर्तते वृत्तिः इति नास्ति तत्र वृत्ति तत्र समस्तपदम् इति कृत्वा तत्र लिङ्गपरिवर्तनम् अत्र विशेषणत्वं विशेषणं गन्धः वृत्तिः भवति अस्तु आम् अनतिरिक्तवृत्तिः भवति अनतिरिक्तवृत्तिः पृथ्वीत्वम् इति तादृशं पृथ्वीत्वम् इत्युक्ते किम् अस्ति इत्युक्ते गन्धः अन्यून अनतिरिक्तः इत्युक्ते गन्धः पृथिवी तत्र गन्धः तत्र गन्धः नास्ति अपि च अन्यून न भगिनि नाम पृथ्वीत्वं गन्ध अनतिरिक्तवृत्ति इति अस्ति नाम अर्थः कः गन्धः यत्र नास्ति गन्ध अनतिरिक्तवृत्ति तत्र पृथ्वीत्वं नास्ति नास्ति अत एव अनतिरिक्तवृत्ति पृथ्वीत्वं गन्ध अनतिरिक्तवृत्ति पृथ्वीत्वम् अस्तु इदानीं पुनः पृथ्वीत्वं गन्ध अन्यूनवृत्ति तस्य अर्थः कः यत्र गन्धः अस्ति तत्र पृथिवी अस्ति इति पृथ्वीत्वम् अस्ति एव अस्ति अस्ति एव नाम न्यून पृथ्वीत्वस्य न्यूनक्षेत्रं नास्ति इति एतद्वदति खलु न्यूनक्षेत्रं नास्ति एतद्वदति बृहत् क्षेत्रं नास्ति अतः तत्र भेदः एकं न्यूनं नास्ति इति वदति अन्यत् बृहत् नास्ति इति वदति अतः तदा एव समानम् इति वक्तुं शक्नुमः खलु समानं कदा वक्तुं शक्नुमः बृहत् अपि नास्ति न्यूनमपि नास्ति न्यूनमपि नास्ति केवलं बृहत् नास्ति इत्यनेन तत्र समानम् इति न अवगच्छामः न भवति अतः न्यूनमपि नास्ति अतिरिक्तमपि नास्ति इति वक्तव्यम् अतः अनतिरिक्तवृत्ति इत्यनेन बृहत् नास्ति अन्यूनवृत्ति इत्यनेन न्यूनं नास्ति न्यूनं नास्ति अतः समानम् अतः इदानीं भवती तत्र एतत् करोतु तत्र एतद्वाक्यं गन्धः पृथिवीत्वम् अनतिरिक्तवृत्तिः इदानीं पुल्लिङ्गे अतः विसर्गः अस्ति गन्धः कीदृशः पृथ्वीत्वत्व अनतिरिक्तवृत्तिः तस्य अर्थः कः एतत् सर्वं त्यजामि पृथिवीत्वं त्यजामश्चेत् गन्धः अन्यत्र कुत्रापि नास्ति इति यत्र पृथिवीत्वम् अस्ति तदेव अनतिरिक्त तत् अतिरिच्य अत्र अन्यत्र पृथिवीत्वम् अतिरिच्य अन्यत्र कुत्रापि नास्ति इति मम अवगमनं गन्धः पृथिवीत्व अनतिरिक्तवृत्तिः इति भगिनि तत् सर्वं केवलम् अभ्यासार्थं तावदेव पूर्वं तत्र पृथ्वीत्वं गन्ध अनतिरिक्तवृत्ति आसीत् खलु आम् तस्य अर्थः एतद् वाक्यमासीत् यत्र गन्धः नास्ति अस्तु यत्र गन्धः नास्ति तत्र पृथिवीत्वं न भवति तथा एव इदानीं तत्र गन्धः पृथ्वीत्वम् अनतिरिक्तवृत्तिः इति अस्ति अतः एतया शैल्या वदतु गन्धः पृथिवीत्वं पृथिवीत्व अनतिरिक्त वृत्तिः इत्युक्ते यत्र पृथिवीत्वं नास्ति तत्र गन्धः नास्ति इति एव तावदेव सारांशः समीचीनं भगिनि उत्तमं नाम तत्र शैली एतादृशी अस्ति तावत् शैली अस्माकं मनसि अपि भवेत् इति तावदेव अपेक्षा खलु नाम तत्र इदानीम् अपि पुनः तत्र गन्धः पृथ्वीत्वम् अन्यूनवृत्तिः इत्युक्ते एतत् सर्वं तत्र रिलीस् करोमि नो चेत् क्लेशः भवति बहु किमपि गन्धः पृथ्वीत्व अन्यूनवृत्तिः च इत्युक्ते अस्मिन् यत्र आम अस्मिन् वाक्ये स्थापयतु इत्युक्ते यत्र पृथिवीत्वम् अस्ति तत्र यत्र समीचीनं यत्र पृथिवीत्वम् अस्ति तत्र गन्धः नास्ति इति वक्तुं न शक्नुमः न शक्यते न शक्नुमः तावदेव तत्र अंशद्वयमपि अपेक्षितम् अनतिरिक्तवृत्तिः अपि अन्यूनवृत्तिः अपि अस्तु अपि इति प्रथम तत्र अवगमनं द्वितीयं किमस्ति यत्र एतादृशी स्थितिः अस्ति नाम अत्र पृथ्वीत्वम् अपि गन्धः तयोः मध्ये तत्र अन्यून अतिरिक्तवृत्तित्वम् अस्ति इति यत्र भवति तत्र प्रयोगद्वयं भवति पृथ्वीत्वं गन्ध अनतिरिक्तवृत्ति पृथ्वीत्वं गन्ध अन्यूनवृत्ति इति एकविधया वक्तुं शक्नुमः अथवा विपरीततयापि वक्तुं शक्नुमः नाम गन्धः पृथ्वीत्व अनतिरिक्तवृत्तिः गन्धः पृथ्वीत्व अन्यूनवृत्तिः पृथ्वीत्वम् आधाय वक्तुं शक्नुमः गन्धमपि आधाय वक्तुं शक्नुमः समानरूपं भवति विवरणम् इति वार्ता अस्ति अस्मिन् परिच्छेदे तर्हि तत्र अन्यून अन्तिरिक्तवृत्तिः यत्र समान अधिकरणमस्ति तत्र द्वयमपि स्वीकृत्य वयम् एतादृशं विवरणं कर्तुं शक्नुमः अस्तु भगिनि समीचीनं धन्यवादः धन्यवादः महोदय अस्तु अग्रे तर्हि तत्र राजीव भगिनी अग्रे पठति वा व्याप्यत्वे सति व्यापकत्वम् इत्यनेन अन्यून अनतिरिक्तवृत्तित्वम् अत्र अवधेयं यत् न्यायशास्त्रे व्याप्यत्वं व्यापकत्वं च इत्यनयोः अर्थद्वयं भवति व्याप्य व्याप्यत्वस्य एकः अर्थः न्यूनदेशवृत्तित्वं यथा घटत्वं पटत्वं दण्डत्वम् इत्यादिकं पृथिवी अपेक्षया व्याप्तं न्यूनदेशवृत्ति इति अस्माकं परिचितः अर्थः किन्तु व्याप्यत्वस्य कश्चन द्वितीयः अर्थः तद् अभाववत् अवृत्तित्वम् अत्र व्याप्यत्वे सति व्यापकत्वम् इत्यनेन अन्यून अनतिरिक्तवृत्तित्वम् एतद् पूर्वं वयं न पठितवन्तः महोदय इदानीं तत्र व्याप्यत्वे सति व्यापकत्वम् इति यदस्ति तद् तस्य अर्थः एतावत् किम् उक्तम् अन्यून अनतिरिक्तवृत्तित्वम् एव इति उक्तम् नाम अन्यून अनतिरिक्तवृत्तित्वम् इति जानीमः इदानीं तस्य अवगमनम् अस्ति अस्माकं मनसि तस्य आधारेण तस्य नाम तत्र न्यायशास्त्रपुस्तके अन्यून अनतिरिक्तवृत्तित्वम् इति अपि तत्र तस्य विवरणं भवति अथवा कुत्रचित् व्याप्यत्वे सति व्यापकत्वम् इति अपि तत्र तस्य विवरणं भवति तर्हि व्याप्यत्वे सति व्यापकत्वं तस्य अर्थः कः इति इदानीम् अवगच्छामः इति अस्तु सो अन्यून अनतिरिक्तवृत्तित्वम् इत्यस्मिन् स्थाने वयं व्याप्यत्वे सति व्यापकत्वम् इत्यपि वक्तुं शक्यते इति अर्थः इति शक्यते अतः तत्र व्यापकत्वम् इत्युक्ते किं व्याप्यत्वम् इत्युक्ते किम् इति अवगन्तुम् इच्छामः खलु अस्तु अत्र अवधेयं यत् व्याप्यत्वं व्यापकत्वम् इत्यस्मिन् विषये अत्र अर्थद्वयं भवति इति अत्र उक्तमस्ति व्यापकत्वस्य एकः अर्थः न्यूनदेशवृत्तित्वम् इति उदाहरणम् अत्र दत्तमस्ति किम् इत्युक्ते घटत्वं पटत्वं दण्डत्वम् इत्यादिकं पृथ्वीत्व अपेक्षया व्याप्तम् व्याप्यं न्यूनदेशवृत्ति इति एतद् पूर्वस्मिन् उदाहरणे वयं स्वीकुर्मः चेत् पृथिवी उदाहरणे यत्र गन्धः अस्ति तत्र पृथिवीत्वं यत्र यत्र गन्धः अस्ति तत्र तत्र पृथिवीत्वम् इति वयं स्वीकुर्मः चेत् पृथ्वीत्वस्य आधिक्यं न्यूनम् इति भाति न्यूनम् इति भाति समानरीत्या अत्र अपि घटत्वं पृथ्वीत्वम् इति द्वयमेव वयं स्वीकुर्मः चेत् पृथ्वीत्वस्य आधिक्यं किञ्चित् न्यूनम् अस्ति इति अस्माकं मनसि चिन्तनम् आगच्छति नाम तत्र कस्य क्षेत्रं लघु अस्ति घटत्वम् अथवा पृथ्वीत्वं यत्र यत्र घटत्वं तत्र तत्र पृथ्वीत्वम् इति वयं वदामः चेत् पृथ्वीत्वस्य क्षेत्रं न्यूनम् अस्ति इति न क्षेत्रं न्यूनं नास्ति खलु नाम यत्र यत्र घटत्वं तत्र तत्र पृथ्वीत्वम् इति वदनेन कस्याः तत्र कस्य क्षेत्रं बृहत् अस्ति नाम पृथ्वीत्वस्य क्षेत्रं बृहत् वा अथवा घटत्वस्य क्षेत्रं बृहत् वा यत्र यत्र घटत्वं तत्र तत्र पृथ्वीत्वम् अत्र घटत्वस्य क्षेत्रं न्यूनम् अस्ति इति हा खलु नाम यत्र घटत्वम् अस्ति तत्र निश्चयेन पृथ्वीत्वं तु अस्ति खलु सत्यं किन्तु पृथ्वीत्वं यत्र अस्ति तत्र घटत्वं भवेत् वा स्पष्टं चेत् तत्र न यत्र पृथ्वीत्वम् अस्ति तत्र घटत्वं भवेत् वा पृथ्वी इदानीं नाम पृथ्वी नाम तत्र द्रव्यं पृथ्वी इति द्रव्यं तत्र सर्वं पृथ्वी पार्थिवद्रव्यं सर्वं घटे घटरूपेण एव वर्तते वा न अतः तत्र पृथ्वीत्वम् अन्यत्र यत्र घटत्वं नास्ति तत्रापि पृथ्वीत्वं भवति खलु आं सत्यम् अतः तत्र यत्र यत्र घटत्वं तत्र तत्र पृथ्वीत्वम् इति वदामश्चेत् तत्र अत्र घटत्वम् अस्ति चेत् तत्र निश्चयेन अत्र पृथ्वीत्वम् अस्ति किन्तु पृथ्वीत्वम् अन्यत्र अपि भवितुम् अर्हति खलु तर्हि तत्र व्याप्यं नाम न्यूनदेशवृद्धिः, तत्र घटत्वं व्याप्यं, पृथ्वीत्वं पृथ्वीत्वस्य अपेक्षया तत्र पृथ्वीत्वं व्यापकम् इति वदामः. तत्र व्यापकम् इति तस्य परिचयः न कृतः, अतः केवलं व्याप्यम् इति उक्तम्. अतः तत्र घटत्वं व्याप्यं, घटत्वं व्याप्यं, पृथ्वीत्वं तत्र तस्य क्षेत्रं बृहत् अस्ति. तथैव पटत्वं दण्डत्वम् अपि समानरीत्या पटत्वं दण्डत्वं. तत्र पृथ्वीत्वं, पृथ्वीत्वं व्याप्यम् इति इच्छामश्चेत् तत्र किं स्वीकृत्य व्याप्यं भवति पृथ्वीत्वं? पृथ्वीत्वम् इदा अत्र उदाहरणे घटत्वं पृथ्वीत्वस्य अपेक्षया व्याप्यम् अस्ति, नाम न्यूनदेशवृत्तिः अस्ति. इदानीं पृथ्वीत्वं व्याप्यम् इति इच्छामश्चेत् कस्य अपेक्षया व्याप्यमस्ति पृथ्वीत्वम्? किमपि अन्यत् अस्ति वा यस्य क्षेत्रं बृहत् अस्ति? पृथ्वीत्वस्य क्षेत्रस्य अपेक्षया बृहत् अस्ति. द्रव्यं महोदय, द्रव्यत्वं राजे भगिनी, द्रव्यं, द्रव्येषु एकः एकमस्ति पृथ्वी खलु, एका अस्ति पृथ्वी. तर्हि द्रव्यत्वं यत्र वर्तते तत्र पृथ्वीत्वं निश्चयेन वर्तते इति न वक्तुं शक्नुमः खलु. अतः तत्र पृथ्वीत्वं व्याप्यम् अस्ति द्रव्यत्वस्य अपेक्षया, अपेक्षया इति. अस्तु अग्रे. इति अस्माकं परिचितः अर्थः. किन्तु व्याप्यत्वस्य कश्चन द्वितीयः अर्थः किमित्युक्ते तत् अभाववत् वृत्तित्वम् इति. तद् अभाववत् अवृत्तित्वं, सोरि, तद् अभावत् अवृत्तित्वम् इति. हा, इति अन्यः अर्थः अपि अस्ति तत्र. इदानीं तत्र नाम तत्र यत्र तद् नास्ति तत्र अवृत्तित्वं नास्ति इति. तत् प्रायशः तत्र पश्यामः तत् कथं घटते इति. किन्तु तत्र परिचितः अर्थः तु न्यूनदेशवृत्ति इति परिचितः अर्थः. तद् इदानीं मनसि स्थापयामः, परिचितः अर्थः अस्ति न्यूनदेशवृत्तिः. इदानीं तत्र अन्यः अर्थः अग्रे भवेत् किन्तु परिचितः अर्थः प्रथमतया अस्माकं मनसि भवेत्. अस्तु, समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे तत्र, धन्यवादः भगिनि. नरसिंहगिरि महोदय अग्रे पठति वा महोदय? तथैव व्यापकत्वस्य इत्यस्यापि अर्थद्वयं, व्यापकत्वस्य एकः अर्थः अधिकदेशवृत्तित्वम् इति अस्माकं परिचितः अर्थः. यथा द्रव्यत्वं पृथ्वीत्वस्य व्यापकं, यतोहि पृथ्वीत्वस्य अपेक्षया द्रव्यत्वम् अधिकदेशे अस्ति, अधिकदेशे अस्ति. किन्तु व्यापकत्वस्य द्वितीयः अर्थः तत्समानाधिकरण अत्यन्ताभाव प्रयोगित्वत्वं, व्यापकत्वम् इति इत्यस्य अपि अर्थद्वयं, व्याप्यस्य अर्थद्वयम् इदानीं वयं दृष्टवन्तः. इदानीं व्यापकत्वस्य अपि अर्थद्वयम् अस्ति इति अस्ति. अत्र व्यापकत्वस्य एकः अर्थः अधिकदेश वृत्तित्वम् इति अस्माकं परिचितार्थः. ते व्याप्यस्य अपेक्षया व्यापकत्वम् अधिकदेशे भवति. यथा पृथ्वीत्वस्य अपेक्षया द्रव्यत्वम् अधिकदेशे भवति. यथा द्रव्यत्वं पृथ्वीत्वस्य व्यापकं, यतोहि पृथ्वीत्वस्य अपेक्षया द्रव्यत्वम् अधिकदेशे अस्ति. किन्तु व्यापकस्य द्वितीय अर्थः अस्ति तत्समानाधिकरण अत्यन्ताभावप्रयोगित्वम्. अग्रे प्रायः तस्य पठनं विवरणं दत्तम्. हा, अग्रे भवेत्. किन्तु केवलं तत्र अभ्यासार्थं महोदय, तत्र यतोहि एतद् उदाहरणं तत्र प्रसिद्ध उदाहरणमस्ति. यत्र तत्र यत्र धूमः तत्र वह्निः इति, खलु धूमः तर्हि तत् स्वीकुर्मः तत्र धूमः वह्निः तर्हि तत्र किं व्यापकं किं व्याप्यं तत्र अग्निः इति अग्निः इति व्यापकं धूमः इति व्याप्यं नाम यत्र धूमः अस्ति तत्र निश्चयेन अग्निः अस्ति किन्तु सर्वत्र यत्र अग्निः अस्ति तत्र सर्वत्र धूमः भवति इति नास्ति नास्ति अतः तत्र वह्नेः क्षेत्रम् अग्नेः क्षेत्रं बृहत् अस्ति धूमस्य क्षेत्रस्य अपेक्षया तर्हि धूमः अत्र किं भवति व्याप्यः अग्निः व्यापकः व्यापकः व्यापकः भवति समीचीनं महोदय हा अस्तु धन्यवादः अस्तु अग्रे चन्द्रमती भगिनी अग्रे महोदय दृष्टान्ते खडे खडत्वं च प्रतियोगिता च इति पश्येम द्रव्ययोः अन्यून अनतिरिक्तवृत्तित्वम् अस्ति अत्र एकस्य अपेक्षया अधिकदेशवृत्तित्वम् इति नास्ति अपरस्य अपेक्षया न्यूनदेशवृत्तित्वम् इति नास्ति अपि तु द्रव्ययोः क्षेत्रं समानं द्वयोः स्थानं द्वयोः क्षेत्रं समानम् अतः अन्यून अनधिरिक्तवृत्तित्वं समानाधिकरणं च तथापि प्रतियोगितायाः खडत्वस्य च व्याप्यवाप्यभावः अस्ति व्यापकभावः अस्ति इति उच्यते किन्तु अत्र ध्येयं यत् इदं व्याप्यत्वं व्यापकत्वं च न्यूनदेशवृत्तित्वम् अधिकदेशवृत्तित्वं न अत्र पश्यतु यत्र यत् खडत्वं प्रतियोगितायाः व्याप्यं व्यापकं च उभयमपि उच्यते यत् खडत्वं प्रतियोगितायाः व्याप्यं व्यापकं च इत्यस्य अर्थः प्रतियोगितायाः यः अभावः तद्वत् आवृत्तित्वं खडत्वे अपि च प्रतियोगितावत् वृत्ति अत्यन्ताभावप्रतियोगित्वं खडत्वे नास्ति चिन्ता अग्रे अस्य अर्थः स्पष्टः स्यात् यदावत् मनसि भवेत् यत् अत्र खडत्वं प्रतियोगिता द्वयोः मध्ये एकं व्यापकम् अन्यं व्याप्यम् इति नास्ति अपि तु अनयोः परस्पर व्यापकत्वं परस्परव्याप्यत्वम् उभयत्र अस्ति दृष्टान्ते उपरि दत्तं दृष्टान्ते खडे खडत्वं च प्रतियोगिता च इति पश्येम खडे खडत्वं खडस्य प्रतियोगिता खडे खडत्वं घटस्य घटस्य अभावस्य प्रतियोगिता खडस्य अभावस्य प्रतियोगिता खडे खडे वर्तते खडस्य अभावस्य प्रतियोगिता खडे वर्तते द्वयोः अन्यून अनतिरिक्तवृत्तित्वम् अस्ति अत्र यत्र यत्र खडः अस्ति तत्र तत्र यत्र यत्र खडत्वम् अस्ति तत्र तत्र वृत्तित्वम् अपि अस्ति सम्यक्तया न लिखितं क्षम्यताम् अतः एव तत्र क्लेशः प्रतियोगिता न तु प्रतियोगिता क्षम्यतां यत्र यत्र खडत्वम् अस्ति तत्र तत्र खडत्वस्य प्रतियोगिता अपि प्रतियोगिता इति वदतु तत्र घटाभावः प्रतियोगिता अस्ति तत्र खड अत्र खडस्य अपेक्षया अधिकवृत्तित्वम् इति नास्ति. अधिक खड अत्र न्यूनवृत्तित्वम् अधिकवृत्तित्वम् इति नास्ति. यत्र यत्र खडत्वमस्ति तत्र प्रतियोगिता अपि समानम् एव. न्यून अधिकवृत्तित्वम् इति नास्ति. अपरस्य अपेक्षया न्यूनवृत्तित्वम् इति अपि नास्ति. यत्र खडत्वमस्ति तत्र प्रतियोगिता अस्ति, यत्र प्रतियोगिता अस्ति तत्र खडत्वमपि अस्ति. अधिकवृत्तित्वं वा न्यूनवृत्तित्वं वा अत्र न वर्तते तस्य अपेक्षया. अपि तु द्वयोः क्षेत्रसमानम् द्वयोः क्षेत्रमपि समानम् एव. न्यून अनतिरिक्तवृत्तित्वं समानाधिकरणं च. अतः न्यून अनतिरिक्तवृत्तित्वं समान अधिकरणम् इति वक्तुं शक्यते. द्वयोः क्षेत्रं कस्मात् वक्तुं शक्नुमः? द्वयोः क्षेत्रमपि समानम् एव. क्षेत्रं समानं, द्वयोः क्षेत्रं समानम् इति कृत्वा समानाधिकरणमिति तत्र समानाधिकरणमपि भवति, अपि अन्योन अनतिरिक्तवृत्तित्वमपि भवति. तथापि प्रतियोगितायाः खडत्वस्य च व्याप्यव्यापकभावः अस्ति इति उच्यते. तद् अन्यरीत्या वदति चेत् प्रतियोगितायाः खडत्वस्य अपि व्याप्यव्यापकभावः इति अपि वक्तुं शक्यते. तत्र पूर्वस्मिन् परिच्छेदे परिचित अर्थः कः आसीत्? व्याप्यम् इत्युक्ते परिचितः अर्थः कः? अत्र धूमः, वह्निः अथवा न न व्याप्य व्याप्यः नाम व्याप्यम् इत्युक्ते न्यूनदेशवृत्ति. व्याप्यम् इत्युक्ते न्यूनदेशवृत्तिः, व्यापकम् अधिकदेशवृत्तिः वृत्तिः. किन्तु अत्र व्यापकभावः अस्ति इति उच्यते, नाम तत्र न्यूनदेशवृत्ति अधिकदेशवृत्तिः इति नास्ति. समान अधिकरणमेव, अन्यून अनतिरिक्तवृत्तित्वमेव. अत्र व्याप्यव्यापकभावः अस्ति इति खडत्वस्यापि उच्यते. तर्हि किन्तु नाम तत्र अत्र प्रश्नः अत्र नाम परिचित अर्थः वा अथवा भिन्न अर्थः वा इति प्रश्नः वदति. किन्तु अत्र ध्येयं यत् इदं व्याप्यत्वं व्यापकत्वं च न्यूनदेशवृत्तित्वम् अधिकदेशवृत्तित्वं न. इदम् अत्र वयं किं पश्यामः, तादृशव्याप्यव्यापकत्वं न्यूनदेशवृत्तित्वम् अध्यदेशवृत्तित्वं तादृशं नास्ति. अतः परिचितः अर्थः नास्ति. परिचितः अर्थः नास्ति. अत्र पश्यतु यत् खडत्वं प्रतियोगितायाः व्याप्यं व्यापकं च उभयमपि खडत्वं अतः खडत्वं प्रतियोगितायाः व्याप्यं च व्यापकं च अस्ति. उभयमपि उभयमपि व्याप्यं नाम व्याप्यं नाम अधि न्यूनदेशवृत्तित्वं व्याप्यं व्याप्यमपि खड अधिकदेशवृत्तित्वं व्यापकम् अधिकदेशवृत्तित्वं व्याप्यं न्यूनदेशवृत्तित्वं. किन्तु अत्र खडत्वविषये प्रतियोगितायाः खडत्व प्रतियोगितायाः विषये तद् व्याप्यम् अधिक न्यूनदेशं व्यापकम् अधिकदेशम् इति नास्ति. तत्र व्याप्यं व्यापकं च उभयमपि इति तत्र प्रायशः किञ्चित् स्पष्टीकरणं तत्र किञ्चित् अपेक्षितमस्ति भगिनि, अतः किञ्चित् वदामि. नाम यत्र तत्र व्याप्यं तत्र न्यूनदेशवृत्ति इति वदामः, तत्र एकम् अन्यस्य अपेक्षया न्यूनम् अस्ति इति यत्र वदामः, तत्र सङ्ख्यां स्वीकुर्मः, सङ्ख्या स्वीकुर्मश्चेत् तत्र एकं न्यूनम् अस्ति द्वे तत्र द्वे अथवा त्रीणि अधिकम् अस्ति अथवा शतम् अधिकम् अस्ति इति खलु. किन्तु किन्तु तत्र तत्र गणिते तत्र वदन्ति नाम तत्र न्यूनं नाम तत्र प्रयोगद्वयं भवति नाम तत्र ए इस् लेस् देन् बि इति भवति खलु अथवा ए इस् लेस् देन् इक्वल् टु बि इति भवति भवती जानाति वा एतत् न्यूनं नाम तत्र यदि एतदस्ति अपि एतदपि भवति चेत् तेन किम् अवगच्छामः बि इक्वल् टु ए अथवा लेस् देन् ए द्वयमपि अस्ति चेत् तत्र समानं बि इक्वल् टु ए इति भवति खलु. तत्र न्यूनं नाम साक्षात् न्यूनम् इति नास्ति समानमपि भवितुम् अर्हति. एतत् समानं वा न्यूनं वा न्यूनं वा इति अर्थे हा तत्र व्याप्यं नाम समानं वा न्यूनं वा व्यापकं नाम समानं वा अधिकं वा इति अर्थः. अतः एव तत्र व्याप्यं व्यापकं च उभयमपि इति वक्तुं शक्नुमः. व्याप्यम् इत्युक्ते साक्षात् एकस्य क्षेत्रम् अन्यस्य अपेक्षया न्यूनमेव अस्ति इति न न्यूनमपि भवितुमर्हति समानमपि भवितुमर्हति. अतः एव तत्र व्याप्यं व्यापकं च उभयमपि अग्रे उच्यते यत् खड्गत्वं प्रतियोगितायाः व्याप्यं व्यापकं च इत्यस्य अर्थः प्रतियोगितायाः यः अभावः तद्वत् आवृत्तित्वं खड्गे अपि च प्रतियोगितावत् वृत्ति अत्यन्त अभाव प्रतियोगितत्वं खड्त्वे तत्र नाम तत्र केवलम् अत्र आशा किम् इत्युक्ते तत्र अत्र अर्थः द्वितीय अर्थः अपरिचित अर्थः अस्ति तत्र व्यापकव्याप्य इति नाम तत्र वयं दृष्टवन्तः तत्र अपरिचित अर्थः कः तद् अभाववत् अवृत्तित्वम् अपि तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वम् इति दृष्टवन्तः तदेव अत्र भवति इति वक्तुमिच्छति स्वरूप महोदय तावदेव नाम तद्वत् अवृत्तित्वं घटत्वे अपि तत्र प्रतियोगितावद् वृत्ति अत्यन्ताभाव अप्रतियोगित्वं घटत्वे द्वयमपि अस्ति इति अर्थः व्याप्यं व्यापकम् इति. किन्तु इदानीं नास्ति चिन्ता तद् अग्रे निश्चयेन पठामः तत्र व्याप्यं व्यापकत्वं बहुत्र भवति यत्र वयं यदा वयं तत्र अनुमानं तत्र कारण तत्र ज्ञानं ज्ञानस्य विषये पठामः तदा तत्र प्रत्यक्षज्ञानं भवति अनुमानज्ञानं भवति. अनुमानस्य विषये चर्चा भवति तदा वयं धूमः वह्निः इति स्वीकृत्य तत्र व्यापकं व्यापकत्वम् इत्यस्य चर्चा तदा भवति एव. तदा वयं तत्र अपरिचित अर्थः कः इति ज्ञास्यामः. इदानीं मास्तु अतः एव इदानीं नास्ति चिन्ता इति उक्तं. हा अग्रे अस्य अर्थः स्पष्टः स्यात् एतावत् मनसि भवेत् यत् अत्र खड्गत्वं प्रतियोगिता द्वयोः मध्ये एकं व्यापकम् अन्यं व्याप्यम् इति नास्ति अपि तु अन्ये अनयोः परस्परव्यापकत्वं परस्परव्याप्यत्वम् उभयत्र अस्ति. अत्र एक व्याप्यत्वम् अन्यत् व्यापकत्वं व्याप्यम् अन्यत् व्यापकम् इति न वक्तुं शक्नुमः न वक्तुं शक्यते परस्परव्यापकत्वं केवलम् एकं व्याप्यम् अन्यत् व्यापकम् इति न वक्तुं शक्नुमः इति नास्ति. परस्परव्यापकत्वं परस्परव्याप्यत्वम् अपि अस्ति. अतः तत्र नाम घटत्वं प्रतियोगितायाः व्याप्यम् अस्ति, व्यापकत्वं व्यापकमपि व्यापम हा अपि प्रतियोगिता घटत्वस्य व्याप्यमस्ति, व्यापक व्यापकमपि अस्ति, यतोहि तयोः क्षेत्रं समानम् अस्ति. अतः एव एतत् कर्तुं शक्नुमः. यत्र क्षेत्रं समानं नास्ति तत्र एकमेव व्याप्यम्, अन्यत् व्यापकमेव. न्यूनवृत्ति अधिकवृत्ति न्यूनवृत्ति तद् व्याप्यम्, अधिकदेशवृत्ति व्यापकम्. तादृशं वक्तुं शक्यते परस्परव्यापकत्वं व्याप्यत्वम् इति. अस्तु भगिनि, धन्यवादः. तत्र परिच्छेदः किञ्चित् बृहन् आसीत् किन्तु सम्यक्तया उक्तवती, धन्यवादः. अस्तु समीचीनं. हा अस्तु, अग्रे सरामः. तर्हि तत्र मृणालिनी भगिनी अग्रे पठति वा? आमाचार्य. द्रव्यत्वं पृथ्वीत्वम् इति स्थितौ एकं व्यापकम् अन्यत् व्याप्यम्. तत्र व्यापकव्याप्ययोः अर्थः भिन्नः, किन्तु अत्र घटत्वप्रतियोगितयोः स्थितौ परस्परव्यापकत्वं परस्परव्याप्यत्वम् उभयथा एकस्य अधिकदेशः अपरस्य न्यूनदेशः इति किमपि नास्ति. तदर्थं द्वयोः अन्यूनानितिरिक्तवृत्तित्वम् अस्ति. अतः व्याप्यत्वे सति व्यापकत्वम् इत्यनेन एकस्य अधिकदेशः अपरस्य न्यूनदेशः इति अर्थः नास्ति. द्रव्यत्वं पृथ्वीत्वम् इति स्थितौ एकं व्यापकम् अन्यत् व्यापकं. हा तर्हि द्रव्यत्वं पृथ्वीत्वम् इति यदि स्वीकुर्मः तर्हि पृथ्वीत्वं व्याप्यमस्ति, द्रव्यत्वं व्यापकमस्ति, खलु? उत्तमं भगिनि. क्षेत्रं यत् बृहत् अस्ति तत् व्यापकम्. उत्तमं. अन्यत् व्याप्यं. तत्र व्यापकव्याप्ययोः अर्थः भिन्नः. एकस्य अधिकदेशवृत्ति अन्यस्य न्यूनदेशवृत्ति, खलु? सत्यम् इति एव परिचित अर्थः एव अत्र भवति. किन्तु अत्र घटत्वप्रतियोगितयोः स्थितौ परस्परव्यापकत्वं परस्परव्याप्यत्वम् उभयथा वर्तते. अत्र घटत्व उभयथा नाम व्याप्यत्वम् अपि अस्ति, व्यापकत्वमपि अस्ति, व्याप्यमपि भवति. उभयथा नाम क्षेत्रं समानं भवति. घटत्वप्रतियोगितयोः व्यापकत्वं व्याप्यत्वम् अस्ति, अपि प्रतियोगिता घटत्वयोः अपि व्याप्यत्व नाम तत्र यथा पूर्वम् उक्तं तत्र परस्परम् अनयोः उभयत्र तावत् नाम द्वयोः एकं स्वीकृत्य वक्तुं शक्नुमः, अन्यत् अपि स्वीकृत्य तदेव वक्तुं शक्नुमः. अर्थात् घटत्वं व्याप्यं प्रतियोगिता व्यापकं, तथैव प्रतियोगिता व्याप्यं घटत्वं व्यापकम् इति वक्तुं शक्नुमः वा उभयथा? तथैव भगिनि. समीचीनं. नाम विपरीततया अपि कर्तुं शक्नुमः इति. समीचीनं. एकस्य अधिकदेशः अपरस्य न्यूनदेशः इति किमपि नास्ति. यदा उभयथा भवति तदा तदर्थं द्वयोः अन्यूनानतिरिक्तवृत्तित्वम् अस्ति. द्वयोः अर्थात् घटत्वं प्रतियोगितयोः. अतः व्याप्यत्वे सति व्यापकत्वम् इत्यनेन एकस्य अधिकदेशः अपरस्य न्यूनदेशः इति अर्थः नास्ति. द्वयोः क्षेत्रं समानमेव. तत्र नाम व्याप्यत्वे सति व्यापकत्वम् इत्यनेन वयं प्रायशः एतदपि अवगन्तुं शक्नुमः. अस्तु, एकं व्याप्यम् अस्ति, तदा अन्यत् व्यापकं भवति इति अपि एतस्य वाक्यस्य अर्थः भवेत् खलु. एकदेश देशीय अर्थः भवेत्. हा, व्याप्यत्वे सति नाम यत्र एकं व्याप्यम् अस्ति तत्र व्यापकमपि अस्ति इति अर्थः अपि भवेत्. किन्तु तद् तादृश अर्थः, एकस्य अधिकदेशः अपरस्य न्यूनदेशः इति अर्थः, तादृश अर्थः अत्र न सङ्गच्छते. तत्र अन्यून अनतिरिक्तवृत्तित्वम् इति एव तत्र सम्यक् भवति इति. अस्तु, समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रे सरामः. तर्हि इदानीं पुनः तत्र अस्तु, उषा भगिनी अग्रे पठति वा? आं महोदय. अधुना गन्धपृथ्वीत्वयोः उदाहरणं स्वीकुर्मः. गन्धपृथ्वीत्वव्यापकः कथम् इत्युक्ते, पृथ्वीत्वसमानाधिकरण अत्यन्त अभाव अप्रतियोगी भवति गन्धः. पृथ्वीत्वस्य च समानाधिकरणम् इत्युक्ते पृथ्वीत्व अधिकरणवृत्ति. खण्डशः पश्येम, पृथ्वीत्वस्य अधिकरणं पृथ्वी, तद् वृत्ति पृथ्वीत्व अधिकरणवृत्तिः यः अत्यन्त अभावः, नाम पृथिव्यां विद्यमानः यः कोऽपि अत्यन्त अभावः अस्माभिः स्वीकर्तव्यः. पृथिव्यां विद्यमानः अत्यन्त अभावः इत्यनेन गन्ध अभावं स्वीकर्तुं न शक्नुमः. तत् अतिरिच्य किमपि स्वीकर्तव्यं, तर्हि शीतस्पर्श अभावं स्वीकुर्मः. अत्र पृथ्वीत्व अधिकरणवृत्तिः अत्यन्त अभावः इत्यनेन शीतस्पर्श अत्यन्त अभावः भवतु. तत् प्रतियोगित्वम् इत्युक्ते शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगित्वं तच्च गन्धे अस्ति, यतोहि शीतस्पर्शत्व अत्यन्त अभावस्य प्रतियोगी भवति शीतस्पर्शः न तु गन्धः. अतः गन्धः शीतस्पर्शात् अत्यन्त अभावस्य अतः गन्धः शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगी भवति. तर्हि गन्धे पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् अस्ति. किमपि एकम् वाक्यं पठित्वा न्यायशास्त्रस्य शैली अत्र आगता अस्ति. एतदेव ते इच्छन्ति. तत्र लघुरीत्या सरलरीत्या वक्तुं न इच्छन्ति, यतोहि तत्र सर्वं तत्र प्रिसैस् भवेत्. तत्र यत् वक्तुम् इच्छन्ति केवलं तदेव भवेत्. तत्र आङ्ग्लभाषायां वदन्ति नाम, यु शुड् से वट् यु मीन् अण्ड् यु शुड् मीन् वट् यु से. तत्र अतः तत्र ते एतादृशी शैली इति एव, तत्र तेषां शैली एतादृशी एव. अस्तु, तर्हि तत्र इदानीं तत्र वयं किं कुर्वन्तः स्मः तत्र, तत्र तत् समानाधिकरण अत्यन्ताभाव अप्रत्योगित्वम् इति उक्तं खलु. तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वम् अपरिचित अर्थः नाम व्यापकत्वस्य परिचितः अर्थः अधिकदेशवृत्तिः अधिकदेश. किन्तु अपरिचित अर्थः अस्ति तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वम् इति तस्य विवरणम् अत्र दत्तमस्ति दृष्टान्तरूपेण. तर्हि अस्तु महोदय, अधुना गन्धपृथ्वीत्वयोः उदाहरणं स्वीकुर्मः. ओके, गन्धः पृथ्वीत्वव्यापकः गन्धः इति पृथ्वीत्वव्यापकः अस्ति इदानीं पृथ्वीत्वव्यापकः अस्ति इदानीम् अत्र व्यापकः नाम अपरिचित अर्थः इदानीम् ओ अपरिचित अर्थः ओके ओके समानाधिकरण देन् अत्यन्त अभाव अत्यन्त अभाव असमानाधिकरण इति एव अत्र भवति कथम् इत्युक्ते कथम् इत्युक्ते पृथ्वीत्व समानाधिकरण अत्यन्त अभाव अप्रतियोगी भवति गन्धः कथम् इत्युक्ते पृथ्वीत्वसमानाधिकरण अत्यन्त अभाव अप्रतियोगी भवति गन्धः नाम वयं किं कृतवन्तः व्यापकः इति तस्य अर्थः कः अर्थः अस्ति एषः भागः खलु एषः भागः तत्र यस्य कृते अधिकदेशवृत्तित्वम् अस्ति तत् व्यापकम् इति वयं दृष्टवन्तः अत्र एकनिमिष भगिनि तत्र किमर्थम् एतत् एतदस्ति वा तत्र एतदस्ति खलु तत्र तत् समानाधिकरण अत्यन्ताभाव प्रत्युगत्वम् इति एव व्यापकस्य व्यापकत्वस्य द्वितीयार्थः अतः वयं किं कृतवन्तः तत् अत्र गन्धः पृथ्वीत्वव्यापकः आसीत् तत्र व्यापकः स्थाने तस्य अर्थः स्थापितवन्तः पृथ्वीत्वसमानाधिकरण अत्यन्त अभाव अप्रतियोगी इति स्थापितवन्तः व्यापक इति स्थाने खलु आम् आं महोदय तावदेव कृतम् इदानीं तस्य अर्थः कः इति इदानीम् उच्यते अतः सोपानेन कुर्मः तत्र पृथ्वीत्वम् इति पृथ्वीत्वस्य च समानाधिकरणम् इत्युक्ते पृथ्वीत्व अधिकरण पृथ्वीत्व अधिकरणवृत्ति नाम पृथ्वीत्व अधिकरणवृत्ति नाम यस्मिन् अधिकरणे पृथ्वीत्वम् अस्ति तस्मिन् अधिकरणे एतदपि अस्ति अस्ति पृथ्वीत्वस्य अधिकरणं किम् अस्ति पृथ्वी अस्तु अस्तु कण्ठशः पश्यामः कण्ठशः पश्ये पृथ्वीत्वस्य अधिकरणं पृथ्वी ओके तद् वृत्ति तद्वृत्ति मीनिङ्ग् पृथ्वीत्व अधिकरणवृत्ति यः अत्यन्त अभावः इदानीं तत्र वृत्तिः नाम यत् पृथ्वीत्व अधिकरणवृत्तिः नाम यत् पृथ्वीत्व अधिकरणे भवति वृत्तिः नाम वर्तते अधिकरणे पृथ्वीत्व समानाधिकरणं नाम तस्य अधिकरणमपि पृथ्वीत्वस्य अधिकरणमेव तस्य अपि अधिकरणं खलु पृथ्वीत्वस्य समानाधिकरणं नाम यस्मिन् अधिकरणे पृथ्वीत्वम् अस्ति अस्ति तस्मिन् अधिकरणे एतदपि अस्ति नाम एतस्य अधिकरणमपि तदेव अस्ति अतः पृथ्वीत्वं कुत्र अस्ति पृथ्वीत्वं पृथिव्याम् अस्ति पृथिव्याम् अस्ति अतः पृथ्वीत्व अधिकरणवृत्तिः यः अत्यन्त अभावः नाम किमर्थम् अत्यन्त अभावः यतोहि यतोहि अधिक पृथ्वीत्व समान अत्यन्त अभाव अभावः इति एव आसीत् खलु तत्र अत्यन्त अभाव कीदृश अत्यन्त अभावः पृथ्वीत्वसमानाधिकरण अत्यन्त अत्यन्त अभावः इत्युक्ते एषः अत्यन्त अभावः कुत्र अस्ति पृथ्वीत्वस्य अधिकरणे वर्तते नाम पृथिव्यां विद्यमानः यः कोऽपि अत्यन्त अभावः अस्माभिः स्वीकर्तव्यः नाम पृथिव्यां विद्यमानः यः कोऽपि अत्यन्त अभावः अस्माभिः स्वीकर्तव्यः अतः पृथ्वीत्वसमानाधिकरण अभाव इत्यस्य अर्थः कः पृथ्वीत्वसमानाधिकरण अत्यन्त अभावः इत्यनेन पृथ्वीत्वस्य यस्य यत्किमपि अत्यन्त अभावः अस्ति यत्किमपि अत्यन्त अभावः अस्ति सः अत्यन्त अभावः एव अत्र पृथ्वीत्वसमानाधिकरण अत्यन्त अभावः अत्यन्तः अभावः इदानीं तत्र कीदृश अत्यन्त अभावः वर्तते इति चिन्तयामः तर्हि पृथिव्यां विद्यमानः अत्यन्त अभावः इत्यनेन गन्ध अभावं स्वीकर्तुं न शक्नुमः खलु पृथिव्यां विद्यमानः अत्यन्त अभावः अत्यन्त गन्धः एव अत्र पृथिव्यां वर्तते गन्धः पृथिव्यां वर्तते अतः गन्ध अभावः पृथिव्यां नास्ति खलु ओ गन्ध अभावः पृथिव्यां नास्ति अस्तु अतः तत्र नाम पृथिवीत्वसमानाधिकरण अत्यन्त अभावः इति तस्य अर्थः अस्ति पृथिव्यां विद्यमानः अत्यन्त अभावः ओके ओके अत्यन्त अभावः अति अपि च अन्त इट् नेवर् न न अत्यन्त इति नाम न अत्यन्त इति तत्र वयं तत्र अभावस्य तत्र अत्यन्त अभावः आमामामामां सारि अत्यन्त नाम इदानीम् अत्यन्त अभावः अत्यन्त अभावः पृथिव्यां विद्यमानः अत्यन्त अभावः इत्यनेन गन्ध अभावं स्वीकर्तुं न शक्नुमः तत् अतिरिच्य किमपि स्वीकर्तव्यम् ओके तर्हि शीतस्पर्श अभावं स्वीकुर्मः नाम शीतस्पर्शः तत्र पृथिव्याम् अस्ति वा शीतस्पर्शः नास्ति नास्ति जले जले एव अतः शीतस्पर्श अभावः भावं शीतस्पर्श अभावं अभावः पृथिव्याम् अस्ति अतः तत्र पृथिवीत्वसमानाधिकरण अत्यन्ताभावः शीतस्पर्श अभावः इति वक्तुं शक्नुमः यतोहि पृथिव्यां विद्यमानः अभावः अस्ति शीतस्पर्श अभावः अभावः आम् आम् अत्र पृथ्वीत्व अधिकरणवृत्तिः अत्र पृथ्वीत्व अधिकरणवृत्तिः अत्यन्त अभावः इत्यनेन शीतस्पर्श अत्यन्त अभावः भवतु इति स्वीकर्तुं शक्नुमः खलु नाम आम् आम् पृथ्वीत्व अधिकरणवृत्तिः अत्यन्त अभावः इत्यनेन शीतस्पर्शः अत्यन्त अभावः भवतु तत् अप्रतियोगित्वं तत् अप्रतियोगित्वं यतोहि तत् नाम पृथ्वीत्व अधिकरण तत् अभावस्य अत्यन्त अभावः न नश्यं भवति शीतस्पर्श न एकनिमिषं तत्र पृथ्वीत्व अधिकरणवृत्तिः अत्यन्त अभावः इति तस्य उदाहरणं किम् इति स्वीकृतवन्तः शीतस्पर्श अत्यन्त अभावः तत् समीचीनम् अस्ति यतोहि तद् एषः अभावः पृथिव्यां वर्तते खलु यत्र पृथ्वीत्वम् अस्ति तस्मिन् अधिकरणे एषः अभावः अस्ति नाम पृथिव्यां शीतस्पर्श अत्यन्त अभावः अस्ति पृथिव्याम् अस्ति अस्ति इदानीं तत्र अभावः तत्र शीतस्पर्शस्य अभावः इदानीं तत्र अन्तिमभागः अस्ति तत्र तादृश अत्यन्त अभावः इति एतावत् वयं कृतवन्तः खलु अप्रतियोगी भवति इदानीम् अप्रतियोगी इत्युक्ते कः अवगन्तव्यमस्ति नाम शीतस्पर्शस्य अभावः इति उक्तवन्तः शीतस्पर्श अभावः इदानीं तत्र घटस्य अभावः घटस्य अभावः घटाभावः घटाभावे अनियोगिता अस्ति खलु आम् तर्हि प्रतियोगिता कुत्र अस्ति घटाभाव घटाभावे अनियोगिता अस्ति प्रतियोगिता कुत्र अस्ति घटे वर्तते घटे नाम अनियोगिता प्रतियोगिता नाम तयोः मध्ये यः विरुद्धः अस्ति तदेव तत्र अनियोगिता प्रतियोगिता इति उक्तवन्तः तर्हि प्रतियोगिता घटे वर्तते प्रतियोगी घटः अस्ति घटः प्रतियोगी अस्ति घटाभावस्य प्रतियोगी घटः अस्ति घटाभावस्य प्रतियोगी पटः अस्ति वा नास्ति पटः प्रतियोगी नास्ति इति कृत्वा पटः घटाभावस्य अप्रतियोगी घटाभावस्य अप्रतियोगी पटः इदानीं शीतस्पर्श अभावस्य प्रतियोगी कः अथवा किम् शीतस्पर्श प्रतियोगी शीतस्पर्श अभावस्य न न शीतस्पर्श अभावस्य प्रतियोगी कः जले घटाभावस्य न न घटाभावस्य प्रतियोगी घटः शीतस्पर्श अभावस्य प्रतियोगी शीतस्पर्शः इदानीं तत्र गन्धः शीतस्पर्श अभावस्य प्रतियोगी वा नास्ति खलु आम् आं महोदय शीतस्पर्श अभावस्य प्रतियोगी केवलं शीतस्पर्श शीतस्पर्शः एव अन्यत् किमपि नास्ति अतः शीतस्पर्श अभावस्य अप्रतियोगी अस्ति गन्धः खलु गन्धस्य आनयनेन शीतस्पर्शस्य अभावः न नश्यति न नश्यति तर्हि शीतस्पर्श अभावस्य अप्रतियोगी गन्धः इत्युक्ते गन्धे अप्रतियोगित्वम् अस्ति खलु अतः अप्रतियोगित्वं भवति गन्धे अतः गन्धे पुनः इदानीं वदतु पठतु भगिनि इत्युक्ते तत्र एकनिमिष अत्र इति आरभ्य अत्र पृथ्वीत्व अधिकरणवृत्तिः अत्यन्त अभावः इत्यनेन शीतस्पर्शः अत्यन्त अभावः भवतु ओके तत् अप्रतियोगित्वम् इत्युक्ते शीतस्पर्शात् न शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगित्वम् इत्युक्ते शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगित्वं तच्च गन्धे अस्ति गन्धे शीतस्पर्श अत्यन्त अभाव अप्रतियोगित्वं गन्धे अस्ति गन्धे वर्तते यतोहि शीतस्पर्श अत्यन्त अभावस्य प्रतियोगी भवति शीतस्पर्शः न तु गन्धः अतः गन्धः शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगी भवति महोदय तर्हि गन्धे पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् अस्ति अतः एव गन्धः पृथ्वीत्व व्यापकः व्यापकः इति इदानीं तत्र अपरिचित अर्थः व्यापकः नाम किं तत्र पृथ्वीत्वव्यापकः नाम पृथ्वीत्वसमानाधिकरण अत्यन्ताभाव प्रतियोगी त्वं तस्मिन् भवति चेत् सः पृथ्वीत्वव्यापकः भवति इति अवगच्छामः एतत् सर्वं न्यायशास्त्रस्य शैली अस्तु समीचीनमस्ति अतः तत्र अतः एव आरभ्य अग्रिमे वर्गे पठामः अवगच्छामश्च तत्र कथं तत्र अपरिचित अर्थः कथं सङ्गच्छते अत्र इति अस्तु समीचीनमस्ति धन्यवादः नमस्कारः नमस्कारः विरमामः धन्यवादः नमस्कारः धन्यवादः अग्रिमे वर्गे मिलामः नमस्कारः